अद्यतनविषयः अस्ति सामान्यं विशेषः इति. तत्सम्बद्धम् एकं करपत्रं पठामः. पूर्वतनेषु वर्गेषु अपि एषा चर्चा जाता, किन्तु अद्य अस्यैव पुनरालोकनं कुर्मः किञ्चित्. करपत्रं पुरतः स्यात्. शिल्पा भगिनी पठति वा अथवा सावित्री भगिनी? अस्ति, अहं पठामि वा? अस्तु, पठतु. सामान्यं विशेषः च. न्यायशास्त्रे कश्चन सिद्धान्तः सर्वे पदार्थाः भिन्नाः. एतत् पुस्तकं तत् पुस्तकं भिन्नं पुस्तकं द्वयोः पुस्तकयोः विषयः भिन्नः, रूपं भिन्नम् इत्यादिकम्. एवमेव विश्वे सर्वाणि वस्तूनि भिन्नानि. अवगच्छति वा भगिनी? अहं प्रयत्नं करोमि. आङ्ग्लभाषायामपि किञ्चित् वदतु, किन्तु संस्कृतेन एव वक्तुं प्रयत्नं कृत्वा आङ्ग्लभाषायामपि किञ्चित् वदतु, यदवगतं तद् वदतु. अस्तु अस्तु. बहवः क्षम्यतां, बहूनि पुस्तकानि सन्ति. एकं पुस्तकम् there are many books, there are many types of books, but they have something in common. And they have something in common, that is pustakatvam. Yes, pustakatvam. Okay. Yet they are different. Okay. Dvayoh pustakayoh vishayah binah. So the subjects of the books are different. The forms of the books are different, so one might be thicker than the other. So there are differences as well, but the essence of the pustakatvam, the essence is in each book. That's how we as people know that, oh, it's a book. Tata eva. किन्तु न्यायशास्त्रे सिद्धान्तः अस्ति, सर्वे पदार्थाः भिन्नः. द्वे सैन्स् पुस्तके स्तः इति चिन्तयतु, तथापि द्वे पुस्तके भिन्ने एव. अस्तु, अग्रे पठतु भगिनि. किन्तु यद्यपि एतत् पुस्तकं भिन्नं तत् पुस्तकं भिन्नं, तथापि द्वे अपि पुस्तके. सो यद्यपि भेदाः सन्ति, तथापि क्षम्यतां, भेदाः सन्ति, तथापि सर्वे पुस्तकानि एव. हा, सत्यम्. अग्रे पठतु इदानीं. तर्हि इमे द्वे पुस्तके एकया दृष्ट्या भिन्ने, अपरया च अपरया ओ अपरया, क्षम्यताम्, अपरया च दृष्ट्या समाने समाने नाम तयोः मध्ये साम्यम् अस्ति, अतः द्वयोः पुस्तकयोः मध्ये भेदः अपि अस्ति, येन कारणेन द्वे पुस्तके पृथक् स्तः, अपि च द्वयोः मध्ये सामान्यमस्ति, येन कारणेन द्वयोः मध्ये साम्यम् अस्ति, येन कारणेन द्वे अपि पुस्तके पुस्तके इति वदामः. सो एते पुस्तके एतयोः पुस्तकयोः मध्ये मध्ये भेदः अस्ति, अतः भेदः अपि अस्ति, साम्यम् अपि अस्ति. साम्यम् इत्युक्ते सिमिलारिटि. सत्यं तर्हि साम्यम् अस्ति, अतः यद्यपि भेदः अस्ति तथापि वयं जानीमः यत् द्वे वस्तु पुस्तके स्तः. सत्यम्. अग्रे अपि पठतु, तत्परिच्छेदं समापयतु. अस्मिन् पाठे प्रथमतया द्वयोः पुस्तकयोः अथवा अन्यपदार्थयोः यत् साम्यम् अस्ति तत् पश्यामः. तदा द्वयोः पदार्थयोः मध्ये यः भेदः अस्ति सः भेदः कः अपि च कथं सिद्धः इति पश्यामः. सो इन् दिस् लेसन् प्रथमभागः द्वयोः पुस्तकयोः यत् श्याम्यम् अस्ति तत् पश्यामः. तर्हि वयं पश्यामः यत् किं किं साम्यं सिमिलारिटि किं किं सिमिलारिटि सिमिलारिटीस् सन्ति. तदा द्वयोः मध्ये तदनन्तरं वयं द्रक्ष्यामः के के भेदाः सन्ति द्वयोः पदार्थयोः मध्ये. तावदेव अस्ति सारांशः अयं यत् न्यायशास्त्रे सर्वे पदार्थाः भिन्नाः, यद्यपि द्वे पुस्तके स्तः तथापि पुस्तकद्वये साम्यमपि अस्ति, भेदः अपि अस्ति. भेदस्य साम्यम् इत्यस्य परिशीलनम् अग्रे भविष्यति करपत्रे. सावित्री भगिनी पठति वा सामान्यम् इत्यतः? सामान्यम् समानानां धर्मः सामान्यम् इत्युक्ते जातिः एतत् पुस्तकं तदपि पुस्तकं तदपि पुस्तकम् इयम् एकाकार प्रतीतिः अस्ति सामान्यं जातिः च. अत्र सामान्यस्य परिचयं दत्तमस्ति. समानानां धर्मः सामान्यम् इत्युक्ते द्वयोः वस्तु मध्ये किं किं समान द्वयोः वस्तुनोः मध्ये इति उक्तवती, कीदृशोः वस्तुनोः मध्ये कीदृशयोः वस्तुनोः मध्ये समानानां धर्मः सामान्यम् इति वदति खलु. तर्हि उभौ अपि वस्तु समाने भवतु. न अहं चिन्तयामि द्वे वस्तूनि स्तः द्वयोः पुस्तकमपि भवेत् अथवा किमपि भवेत् अत्र समानानां धर्मः सामान्यम् इत्युक्ते. आम् आम् आम् आम् द्वयोः अपि पुस्तकं भवेत्. यदि द्वयोः अपि लेखन्यौ भवेत् किमपि द्वयोः समानजाति वस्तु पुस्तकम् एतत् पुस्तकं तदपि पुस्तकम् एतत् लेखनी तदपि लेखनी इयम् एकाकारः प्रतीतिः अस्ति सामान्यं जातिः एकाकारप्रतीतिः इत्युक्ते प्रतीतिः इत्युक्ते किञ्चित् वदति वा? हा, प्रतीतिः इत्युक्ते किञ्चन किञ्चन साम्यं, सिमिलारिटि. पुस्तकयोः मध्ये पुस्तके दृष्ट्वा भवती वक्तुं शक्नोति एते पुस्तके. लेखन्यौ दृष्ट्वा भवती वक्तुं शक्नोति एते लेखन्यौ इति. अस्तु, वर्णलेखनी भवतु अथवा केवलं लेखनी किमपि भवतु, रक्तवर्णीयः वा हरितवर्णीयः वा लेखनी भवतु, किन्तु ते दृष्ट्वा भवती वक्तुं शक्नोति एते लेखन्यौ इति. अस्तु, तर्हि समानेषु किञ्चन जातिः अथवा सामान्यं, समानानां धर्मः सामान्यम् इति वदामः. पुस्तकेषु पुस्तकत्वम् इति सामान्यम् अथवा जातिः. अस्तु, घटः भवति चेत् घटेषु घटत्वम् इति सामान्यम् अथवा जातिः. पटः भवति चेत् पटत्वं तथा. अग्रे पठतु भगिनि. धर्मः कः? धर्मः नाम कस्यचित् पदार्थस्य स्वभावः, यथा पुस्तके पुस्तकत्वं, रूपे रूपत्वं, गमने गमनत्वं, पुनः काचित् गौः धेनुः कपिलरूपवती, अतः गवि धेनौ कपिलरूपवत्त्वम् अस्ति. कपिलरूपवत्त्वम् इति कश्चन धर्मः स्वभावः. धर्मः कः इत्युक्ते पदार्थस्य स्वभावः, यथा द्वयोः पुस्तकमध्ये साम्यमस्ति पुस्तकत्वं, द्वयोः वर्णे मध्ये अस्ति साम्यं वर्णत्वं रूपत्वं, पुनः काचित् गौः कपिलरूपवती, अतः गवि धेनौ कपिलरूपत्वम् अस्ति. कपिलरूपवती इति जानाति वा? कपिल इत्युक्ते कपिल इत्युक्ते येल्लो वा? ब्रौनिश् इति. अस्तु, काचित् गौः अस्ति सा कपिलरूपवती, तर्हि तस्यां गवी कपिलरूपत्वम् इति धर्मः स्वभावः. श्वेतरूपवती गौः भवति चेत् तस्यां गवी श्वेतरूपत्वम् इति धर्मः, इत्युक्ते स्वभावः. पुस्तके पुस्तकत्वम् इति धर्मः, रूपे रूपत्वं, गमनक्रियायां गमनत्वम् इति धर्मः. अग्रे पठतु इदानीम्. सर्वाः जातयः धर्माः एव, किन्तु सर्वे धर्माः जातयः न भवन्ति. दृष्टान्ते बहूनि पुस्तकानि सन्ति. पुस्तकानि अपि अस्ति, पुस्तकानि सन्ति. येषु सर्वेषु पुस्तकेषु कश्चन धर्मः अस्ति पुस्तकत्वम्. अयं धर्मः पुस्तकत्वं जातिः अपि अस्ति, यतः सर्वेषु पुस्तकेषु समानं पुस्तकत्वं वर्तते. किन्तु अग्रे गत्वा द्रक्ष्यामः यत् आकाशे आकाशत्वम् इति धर्मः अस्ति, स च आकाशत्वधर्मः, जातिः नास्ति. सर्वाः जातयः धर्माः एव, किन्तु सर्वे धर्माः जातयः न भवन्ति. परन्तु अत्र वयं न वक्तुं शक्नुमः धर्मः कः जाति का इति, इदानीमेव न वक्तुं शक्नुमः. अत्र सः वदति आकाशत्वं धर्मः परन्तु जातिः न. अग्रे गत्वा पश्यामः प्रायः. हा न इदानीं सामान्यम् इत्यस्य डेफिनेशन् किं, परिभाषा का उपरि आसीत्? सामान्यम् इत्युक्ते समानानां धर्मः. सामान्यं धर्मः इत्यस्य परिभाषा का? धर्मः इत्युक्ते स्वभावः. स्वभावः. इदानीं पुस्तके यत् पुस्तकत्वं वर्तते तद् धर्मः अस्ति, पुस्तकस्य स्वभावः. किन्तु भिन्नेषु पुस्तकेषु अपि पुस्तकत्वं वर्तते किल? यतोहि भिन्नभिन्नपुस्तकं चित्वा अपि प्रत्यस्मिन् पुस्तके सः एव धर्मः वर्तते, तर्हि सर्वेषां पुस्तकानाम् एकः धर्मः अस्ति पुस्तकत्वम् इति. समानानां धर्मः सामान्यम् इति परिभाषया तत् पुस्तकत्वं सामान्यम् अपि अस्ति खलु. किन्तु आकाशं पश्यतु, आकाशे भिन्नभिन्न आकाशाः सन्ति वा? न, इति न. आकाशः तु एकः एव खलु. तर्हि आकाशे आकाशत्वम् इति स्वभावः, इत्युक्ते धर्मः तु अस्ति एव. किन्तु आकाशस्य समानानि न सन्ति, एकम् आकाशः अपरः आकाशः इति. तदर्थं सः एव धर्मः, आकाशत्वं नाम्ना सः धर्मः समानं सामान्यं भवितुं न शक्नोति. सः विशेषः प्रायः, सः आकाशस्य धर्मः. तावदेव, इदानीं तावत् चिन्तयतु. आकाशस्य धर्मः आकाशत्वं, किन्तु सः तस्य धर्मः सामान्यं भवितुं न शक्नोति. तदर्थमेव अत्र उक्तम् अस्ति, सर्वाः जातयः धर्माः, किन्तु सर्वे धर्माः जातयः न भवन्ति इति. अन्य एक उदाहरणं दातुं शक्नोति वा? समान उदाहरणं भगवतः, भगवान्. अस्तु, सत्यं. हा, भगवान् एकः एव इति यदि चिन्तयति तर्हि तस्य समानानि न सन्ति खलु. तस्मिन् यः धर्मः वर्तते सः धर्मः, जातिः नास्ति. जातिः तदा वदामः यत्र क्लासिफिकेशन् भवति. वयं पुस्तकं नीत्वा एकस्मिन् गणे क्लासिफै कर्तुं शक्नुमः, लेखनानि नीत्वा अपरस्मिन् गणे क्लासिफै कर्तुं शक्नुमः, तदा जातेः आवश्यकता भवति. किन्तु यस्य क्लासिफिकेशन् एव न भवितुम् अर्हति, यथा आकाशः, आकाशः एकः एव, तदर्थम् आकाशत्वं धर्मः न तु जातिः. अस्तु अस्तु, अवगच्छति वा शिल्पा भगिनी? आम्, अहम् एतत् अवगतवती. बहवः पुस्तकानि सन्ति, बहवः टैप्स् इति सन्ति, अतः जात्यः सन्ति. तदर्थं पुस्तकस्य धर्मः जातिः अपि भवितुम् अर्हति. अस्तु, किन्तु एकः आकाशः एव, तर्हि जातिः नास्ति, यतः एकः एव अस्ति, तर्हि कारणं नास्ति जातिः. आकाशस्य धर्मः आकाशत्वम् इति केवलं धर्मः, न तु जातिः इति अर्थः. अस्तु, अवगच्छामि. अस्तु, सावित्री भगिनी अग्रे पठित्वा. आहत्य अत्र मनसि निष्कर्षः भवेत् यत् बहुषु पदार्थेषु समानः धर्मः जातिः इति न्यायशास्त्रे उच्यते. बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्, तेषु पदार्थेषु विद्यमानं समानत्वम् इति स्वीकुर्मः. पुनः बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्, तेषु पदार्थेषु विद्यमानं समानत्वं इति स्वीकुर्मः. प्रथमवाक्यम् अवगतं, द्वितीयवाक्यं बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्, तेषु पदार्थेषु विद्यमानं समानत्वम् इति. परन्तु प्रश्नस्य उत्तरं न मिलितम् अत्र. अस्तु, बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति प्रश्नः. तेषु बहुषु पदार्थेषु किञ्चन समानत्वं वर्तते, बहुषु पुस्तकेषु किञ्चन समानत्वं वर्तते, तच्च पुस्तकत्वम् इति समानत्वं खलु. पुस्तकम् इति अधिकृत्य एका जातिः भवितुम् अर्हति इति एव विषयः. किमर्थं जातिः स्वीकुर्मः इति चेत् किमर्थम्? अस्तु अस्तु, परन्तु तत्र उत्तरं न प्राप्तम्. पदार्थेषु, इदानीम् अहं वदामि, बहुषु पदार्थेषु समानः धर्मः जातिः इति किमर्थं वदामः? किमर्थं चेत् तेषु पदार्थेषु विद्यमानं समानत्वं प्रदर्शयितुम्. इदानीम् अङ्गीक्रियते वा? किमर्थं धर्मः समानः इति स्वीकुर्मः? किमपि प्रदर्शयितुं, किं प्रदर्शयितुं? तेषु पदार्थेषु समानत्वं प्रदर्शनार्थं जातिः स्वीकुर्मः. तेषु किं किं समानत्वम् अस्ति, तत्सर्वं वस्तुनः जातिः. समानधर्मः एव जातिः. अस्तु अस्तु, इदानीं शिल्पा भगिनी पठति वा? अहं सम्यक्तया न अवगतवती. अत्र सावित्री भगिनी किञ्चित् साहाय्यं करोतु. आम् तत्र प्रथमवाक्यं स्पष्टं खलु. आहत्य अत्र मनसि निष्कर्षः भवेत् यत् बहुषु पदार्थेषु समानः धर्मः जातिः इति न्यायशास्त्रे उच्यते. तत् स्पष्टं खलु? निष्कर्षः इत्युक्ते क्रैटीरिया, मनसि निष्कर्षः. Okay, what I think they're trying to say in the first sentence is that bahushu padarthesu saman vadatu bhagini nishkarshah ityukte as a result of this manasi nishkarshah ityukte extracting out of your mind the end of it nishkarshah bhavet yat samanah dharmah jatih iti. इदानीं सावित्री भगिनी द्वितीयः वाक्यं वदति तेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत् इत्युक्ते जातेः आवश्यकता किमर्थम् अस्ति अत्र इति प्रश्नः. तस्य प्रश्नस्य उत्तरं भवति बहुषु वस्तुषु विद्यमानं समानत्वं स्वीकुर्मः चेत् तत् समानत्वं जातिः इत्युच्यते. तत् प्रदर्शनार्थं जातेः आवश्यकता अस्ति. बहुषु पदार्थेषु समानः धर्मः जातिः इति स्पष्टं खलु शिल्पा भगिनी? समानः धर्मः जातिः त्रीणि all three of them बहुषु पदार्थेषु सन्ति. परन्तु समानत्वमेव पर्याप्तं खलु? जातेः आवश्यकता किमर्थम् अस्ति इत्युक्ते समानत्वम् एव जातिः. समानानां धर्मः सामान्यम् अण्ड् जातिः आर् इण्टर्चेञ्जबलि यूस्ड्. सामान्यम् इत्यस्य अर्थः जातिः इत्यस्य अर्थः सामान्यम्. समानपदार्थेषु यः धर्मः अस्ति सः सामान्यत्वम् अस्तु. भगिनी प्रश्नः आसीत् वा? परन्तु श्रेणी अस्ति चेत् जातेः आवश्यकता भविष्यति, नो चेत् सामान्यमेव पर्याप्तं खलु? नो चेत् धर्मः एव पर्याप्तं. धर्मः एव पर्याप्तं, यथा आकाशस्य उदाहरणे दृष्टवन्तः इति खलु भवत्याः विवक्षा? तथा एव समानानां धर्मः सामान्यम् अथवा जातिः इति उच्यते इति सारांशः. अस्तु, शिल्पा भगिनी अग्रे पठति वा? क्षम्यताम्. अस्तु, भेदः द्वौ घटौ स्तः. एषः घटः तस्मात् घटात् भिन्नः. कथम् इति पृष्ठे सति एतस्य घटस्य कपालः च घटस्य कपालात् भिन्नः. तस्मात् कारणात् एषः घटः अपि तस्मात् घटः भिन्नः. घटात् क्षम्यतां, घटात् भिन्नः. अयम् अवयवः अन्यस्मात् अवयवात् भिन्नः. अवयवः भेदेन अवयविनौ घटौ भिन्नौ. अवयवी नाम यस्मिन् अवयवः अस्ति सः. अवयवः इति जानाति वा? something that makes up something else. अवयवः इत्युक्ते पार्ट् अस्ति. शरीरावयवः इति वदामः खलु. ओके, तर्हि अत्र द्वयोः घटयोः भेदः अस्ति यतः द्वयोः घटयोः अवयवाः अवयवानां भेदाः सन्ति. यतः कपिलाः कपालानां भेदाः सन्ति यतः घटयोः मध्ये भेदः अस्ति. The parts that make up each part is different. So the parts themselves become different from one another. Satyam. Iti saramshah. Tavadeva. Yatra avayavaha bhinnaha bhavanti. Tatra avayavi api bhinna avayavinau api bhinnau bhavatah. अस्मिन् उदाहरणे अवयवी अस्ति घटः. द्वयोः घटयोः कपालाः भिन्नाः, तदर्थम् अवयविनौ घटौ भिन्नौ इति सारांशः. अस्तु वा, शिल्पा भगिनी अवगतं चेत् अग्रे पठतु. अधुना परमाणुषु अवयवाः न सन्ति इति बुद्धम् अस्माभिः. तर्हि अव्यवहारहितेषु परमाणुषु भेदः कथं साध्यते? विशेषः इति पदार्थस्य स्वीकारे प्रमुखं कारणम् इदं परमाणूनां परस्परभेदः साधनम्. So, अत्र तस्य अवयवाः न सन्ति. इट्स् द स्मालेस्ट् यूनिट्. तर्हि तस्य भागं न कर्तुं शक्यते. अतः तर्हि प्रश्नः अस्ति कथं भेदः ज्ञातुं शक्यते इति मम ऐ थिङ्क् दट्स् व्हाट् इट् सेड्. अवयवः अस्ति चेत् इत्युक्ते घटद्वयं स्वीकुर्मः, तत्र एकस्मिन् घटे कपालद्वयं यद् भवति तद् अपरस्य घटस्य कपालाभ्यां भिन्नौ खलु. अवयवाः यत्र सन्ति तत्र भेदं ज्ञापयितुं शक्नुमः. इदानीं परमाणुषु अवयवाः न सन्ति एव. यस्य अवयवः न सन्ति सः परमाणुः. परमाणुषु भेदज्ञापनाय विशेषः इति पदार्थः स्वीक्रियते इति सारः. तर्हि परमाणुः अस्ति चेत् जातिः नास्ति, विशेषः अस्ति. सत्यं सत्यम्. विशेषः इति कश्चन सिद्धान्तः निरवयविनिषु भेदः ज्ञापयितुं विशेषः इति पदार्थस्य स्वीकारः भवति इति अर्थः अत्र. अस्तु, अग्रे अपि पठतु भगिनि, अवगतं चेत्. प्रश्नाः सन्ति वा सावित्री भगिनि? पठतु द्व्यणुको पर्यन्तम् अवयवभेदात् अवयवी भेदः सिद्धः. द्वयोः द्वयोः परमाणोः संयोगेन एकं द्व्यणुकं जायते. द्विसस्यणुकं यण् सन्धिः कृत्वा द्व्यणुकं. द्वौ अणु यस्मिन् तत् द्व्यणुकं बहुव्रीहिकप्रत्ययः. त्रयः अनवयः यस्मिन् तत् त्र्यणुकम् एकमेव चतुरणुकम् एवमेव चतुरणुकं पञ्चाणुकं षडणुकं सप्तणुकं. तर्हि द्व्यणुकं पर्यन्तं सर्वेषामपि पदार्थानां परस्परभेदसाधनं स्व अवयवः भेदेन वक्तुं शक्यम्. अहं किञ्चित् अवगतवती. इदानीम् अहं वदामि, द्व्यणु परमाणुः तु परमाणुषु अवयवः नास्ति. अस्तु, अणुः स्वीकुर्मः. अणुः इत्युक्ते इण्डिविसिबल्, यत् इण्डिविसिबल् अस्ति. अणुद्वयं स्वीकृत्य द्व्यणुकं भवति. अणुत्रयं स्वीकृत्य द्व्यणुकं भवति. अणुचतुष्टयं स्वीकृत्य चतुरणुकं भवति. किल किल आम् अणु परमाणुः अस्ति एव. सत्यं, परमाणु अस्ति एव. द्व्यधिक अणुकं द्व्यधिक अणवः भवन्ति चेत् तत्र अवयवभेदं स्थापयितुं शक्नुमः. अस्तु, द्व्य अणुकम् इत्युक्ते अणुद्वयं मिलित्वा एकः पदार्थः भवति. अपरस्मात् द्व्यणुकात् भेदः स्थापयितुम् अवयवं स्वीकृत्य स्थापयितुं शक्नुमः द्व्य अणुकपर्यन्तम्. किन्तु तदनन्तरं यत्र एकः एव अणुः भवति, तदनन्तरं तादृशः भेदः भवितुं नार्हति. इति विषयः. Okay, so the dvau avayavau staha dvaya dvanukam dvanukam bhavati. Dvayoho paramano ho paramano ho संयोगेन एकं द्वयजात्यते द्वयो तत् द्वयकं प्रत्ययः. भगिनी इदानीम् आङ्ग्लभाषायामेव वदामि. वेन् यु टेक् टु अणुस् देर् आर् द्वयणुकं. त्रि अणुस् पुट् टुगेदर् त्रयणुकं. फोर् अणुस् पुट् टुगेदर् इस् चतुरणुकं. तथा पञ्चणुकं षडणुकं सप्ताणुकं भवितुम् अर्हति. द्वयणुकं पर्यन्तं इफ् यु गो आन् डिवैडिङ्ग् दट् अप् टु द्वयणुकं यु केन् एस्टाब्लिश् द डिफ़्रेन्स् यूसिङ्ग् अवयवः. अवयवः इत्युक्ते पार्ट्. इन् द्वयणुकं देर् आर् टु पार्ट्स्. टु अणुस् मेक् द पार्ट् आफ् अ द्वयणुकं किल. तर्हि द्वयणुके अणुद्वयम् अवयवः. किन्तु तदनन्तरं परमाणुतः तथा भेदस्थापनं न शक्यं. तदर्थं विशेषः इति पदार्थः स्वीकार्यः. परस्पर अवगतवती. तर्हि बहवः अणुकाः सन्ति द्वयणुकं पर्यन्तं भागं कर्तुं शक्यते. अतः जातिः अस्ति. किन्तु परमाणुः अस्ति चेत् भागं न कर्तुं शक्यते यतः विशेषः एव. अस्तु, अवगच्छति वा इदानीम्? आम् अवगच्छामि. अग्रे सावित्री भगिनी पठतु कृपया. अस्तु, न्यायशास्त्रस्य मतानुसारं सर्वे अपि पदार्थाः परस्परं भिन्नाः. किमपि वस्तुद्वयम् इति चिन्तयतु. वस्तुद्वयं समानं न इति सिद्धान्तः. द्वयणुकपर्यन्तम् अयं भेदः साध्यते अवयवभेदात्. अधुना परमाणुद्वयं परस्परभिन्नम् इति वक्तव्यम्. तत् कथं वक्तुं शक्यते? यतोहि परमाणोः अवयवाः न सन्ति खलु. तदर्थं विशेषः इति पदार्थस्य स्वीकृतः. सर्वेषु अपि परमाणेषु पृथक् पृथक् विशेषनामकः कश्चन पदार्थः भवति. सारांशः पूर्वस्मिन् पाराग्राफ् समानमस्ति. अस्तु, तत्रापि पुनः उक्तं न्यायशास्त्रे सर्वेषु पदार्थेषु सर्वाः पदार्थाः परस्परं भिन्नाः एव. किमपि द्वयोः वस्तुं मध्ये किं परस्परं समानं परस्परं भवति भेदः भवति इति सिद्धान्तः. यतः बृहत् वस्तु स्वीकुर्मः चेत् तत् भग्नं कृत्वा द्वयणुकपर्यन्तं वयं अवयवभेदेन वक्तुं शक्नुमः तस्य भेदः कः इति. परन्तु अधुना परमाणुद्वयं स्वीकुर्मः चेत् तेषां मध्ये अवयवाः तदर्थं परस्परं भिन्नम् इति द्वयोः कथं भेदं वक्तुं शक्नुमः इति प्रश्नः. परमाणोः अवयवाः न सन्ति, तेषां मध्ये भेदं व्यक्तीकर्तुं विशेषस्य अवकाशः आवश्यकता भवति. सर्वेषु अपि परमाणेषु पृथक् पृथक् विशेषः विशेषनामकः कश्चन पदार्थः भवति. अस्तु, अग्रे पठतु भगिनि. अस्मिन् परमाणौ विशेषः इति पदार्थः, तस्मिन् परमाणौ अन्यः कश्चन विशेषः इति पदार्थः, स च विशेषः किं स्वरूपः, तस्मिन् प्रसङ्गे किमपि वक्तुं न शक्नुमः, तस्य परमाणोः विशेषः तावदेव, एषां विशेषाणां समानत्वं कदापि वक्तुं न शक्नुमः, यतोहि तेषाम् अस्तित्वम् एव एतदर्थं यत् सर्वे परमाणवः भिन्नाः. समानत्वं यदि उच्यते तर्हि विशेषद्वारा परमाणूनां परस्परभेदसाधनं न शक्यते. अवगच्छति वा भगिनि? आम् अवगच्छामि. भेद इति एकः पदार्थः, विशेषः इति पदार्थः, सोरि सोरि, क्षम्यतां, विशेषः इति पदार्थः. अत्र एकः परमाणुः अस्ति, तत्र एकः परमाणुः अस्ति चेत् एतत् परमाणु परमाणोः विशेषः तत् परमाणोः विशेषः भिन्नभिन्नः एव भवति, तस्य किमपि न वक्तुं शक्नुमः, भेदः कः इति न वक्तुं शक्नुमः. तदर्थमेव सर्वे परमाणवः भिन्नाः इति वक्तुं शक्यते. केन कारणेन? विशेषस्य कारणेन. किन्तु विशेषस्य स्वरूपं किम् इति पृच्छामश्चेत् तत्र उत्तरं न स्यात्. परमाणोः विशेषः एतस्य परमाणोः विशेषः अपरस्य परमाणोः विशेषः इति एव वक्तुं शक्नुमः. परमाणुषु भेदज्ञापनाय एव विशेषः. अन्तिमवाक्यमस्ति, समानत्वं यदि उच्येत तर्हि विशेषद्वारा परमाणूनां परस्परभेदसाधनं न शक्यते. इत्युक्ते परमाणुषु समानत्वं नास्ति इति अर्थः. तत्तु विपरीतम् इति भवति, विपरीतम् इति मन्ये. अहं चिन्तयामि सर्वाः परमाणोः समानमेव. परमाणवः समानाः न सन्ति. परमाणवः निरवयवि. अस्तु अस्तु, अहं वक्ष्यामि सैन्स् द्वारा. अत्र सैन्स् इत्युक्ते आटम् इति चिन्तयित्वा वदति भवती खलु? तथा मा चिन्तयतु. परमाणु इत्युक्ते यद् इण्डिविजिबल् अस्ति, आटम्तः अपि किञ्चित् लघु इति चिन्तयतु. यस्मिन् डिविजन् एव भवितुं नार्हति सः परमाणुः. यस्मिन् डिविजन् एव भवितुं शकलीकरणम् एव भवितुं न अर्हति तस्मिन् अवयवाः न सन्ति. घटेषु कपालौ स्तः, किन्तु परमाणुषु तादृशौ अवयवौ न स्तः. एतादृशेषु परमाणुषु निरवयविनषु परमाणुषु भेदज्ञापनाय विशेषः इति कश्चन पदार्थः स्वीक्रियते. किन्तु इदानीं परमाणुषु समानत्वम् अस्ति वा इति प्रश्नः. अग्रिमवाक्ये सः प्रश्नस्य तस्य प्रश्नस्य उत्तरम् अस्ति. अन्तिमवाक्ये समानत्वम् इति यदि उच्यते तर्हि विशेषद्वारा भेदज्ञापनं कर्तुं न शक्नुमः. जातिद्वारा सामान्यं द्वारा एव कर्तुं शक्नुमः. यदि जाति सामान्यम् इति आगच्छति तदा समानानि इति अपि इत्यस्यापि आगमनं भवति खलु. समानत्वं यदि उच्यते तर्हि विशेषद्वारा परमाणूनां परस्परभेदं भेदसाधनं न शक्यते. समानत्वं यदि उच्यते तर्हि विशेषद्वारा परमाणूनां परस्परभेदसाधनं न शक्यते. समानत्वं वयं कदा वक्तुं शक्नुमः? यत्र समानानि सन्ति तत्र समानत्वं. पुस्तकानि सन्ति तानि सर्वाणि समानानि. सर्वाणि समानानि गृहीत्वा तेषु पुस्तकत्वम् इति समानत्वम् अस्ति इति वदामः. परन्तु अत्र समानत्वम् अस्ति. सर्वेषां परमाणूनां भग्नं न कर्तुं शक्यते खलु. हा तद् तस् किन्तु जाति अथवा सामान्यं समानत्वं नास्ति. यतोहि एकः परमाणु अपरस्मात् भिन्नः, अन्यः परमाणु भिन्नः. भग्नं कर्तुं न शक्नुमः इति एकः विषयः तु अस्ति एव. तद् अङ्गीकर्तुं शक्नुमः. किन्तु एकः परमाणु अपरस्मात् भिन्नः एव. परमाणुद्वयं स्वीकृत्य तयोः मध्ये भेदः एव अस्ति. साम्यं न किमपि अस्ति. तदर्थं समानत्वम् इत्यस्य स्वीकारेण तेषां क्लासिफिकेशन् न भवितुम् अर्हति. परमाणुषु अवयवाः न सन्ति तर्हि भेदज्ञापनाय अवयवस्यापि उपयोगः न भवति. तदर्थं विशेषः इति पदार्थः स्वीकार्यः. अवगच्छति वा? किन्तु किञ्चित् भ्रमः अस्ति. एकं वस्तुः परमाणुः चेत् द्वे वस्तु एकं वस्तु एकस्मिन् स्थाने अस्ति, अन्य वस्तु अन्यस्मिन् स्थाने अस्ति, किन्तु आङ्ग्लभाषायां पृच्छतु भगिनि, नास्ति चिन्ता. ओके. So if, let's say you have two indivisible things, like you know, and can they have the same characteristics, just be in two different places? Like, I mean, I know this isn't the same thing. I know in the case of books, you can have categories, you have many different types. A book, you can break it up into parts, the pages and everything. But my question is, let's pretend I have two copies of our textbook. You know, it's the same cover, it's printed the same time and everything. And I have one here and one there. When we think of an indivisible part, if we have something that's indivisible, can it only be in one place? Or can they be two indivisible things that have all of the same characteristics, but one is in one place and one is in the other? So basically, we started reading this Karapatram with the statement, Nyaya Shastre Sarve Padarthaha Binnaha. Khalu? Oh, okay. So no one object is similar to the other. There's always a difference. In the case of Paramanuhu, to establish the difference, you do not have parts. So you bring in this another padarthaha called visheshaha. Okay. Okay, so basically no two things are the same. न्यायशास्त्रस्य न्यायशास्त्रे अङ्गीक्रियते यत् सर्वे पदार्थाः भिन्नाः इति. अस्तु, ते अवगच्छामि. अस्तु, तत् प्रश्नः. भगिनि, अहं गच्छामि. समयः नास्ति मम. अस्तु, धन्यवादाः. शुभरात्रि शिल्पा भगिनि, रक्षा भगिनि, नमस्कारः. शुभरात्रि भगिनि. शुभरात्रि. नमस्ते. रक्षा भगिनि, भवत्याः समयः अस्ति वा? आमां, सार्धसप्तवादनपर्यन्तं कर्तुं शक्नुमः. पठतु अग्रे. धन्यवादः. प्रश्नः: किन्तु यथा पुस्तकत्वम् इत्यस्य खातनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति इति यथा ज्ञातम्, तथैव विशेषत्वम् इत्यस्य जातेः कथनेन तस्य अर्थः नास्त्येव यत् सर्वे विशेषाः समानाः. किन्तु यथा पुस्तकत्वम् इत्यस्य कथनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति. So it's saying that although all of the books have the pustakatvam, mm-hmm. you cannot say that they're all the same. Mm-hmm. Iti yata jnatam tateva visheshatvam itasya jatehe khatanena tasya artaha नास्ति एव यत् सर्वे विशेषाः समानाः. अग्रे पठतु, इदानीम् उत्तरमपि पठतु, तदा स्पष्टं भवति. उत्तरं: पुस्तकेषु सर्वत्रापि समानः कश्चन धर्मः पुस्तकत्वं भवितुम् अर्हति, यतः परस्परभेदः साध्यते अवयवभेदात् विशेषेषु यदि समानः विशेषत्वं स्वीक्रियेत तर्हि विशेषेषु समानत्वम् आनीतम् तदा अवयवाभवत् सर्वे अपि अवयवाभवत् सर्वे अपि विशेषाः समानाः एव. सर्वे विशेषाः समानाः चेत् एकः परमाणुः द्वितीयात् भिन्नः, इति वक्तुं न शक्यते. अतः विशेषत्वम् इति जातिः नास्ति. पुस्तकेषु अहं सम्यक्तया न अवगतवती उत्तरम्. इदानीं पुस्तकेषु सर्वत्रापि समानः धर्मः पुस्तकत्वम् इति अस्ति. यतः परस्परभेदः साध्यते अवयवभेदात्. पुस्तकं दृष्ट्वा, पुस्तकानि दृष्ट्वा तेषु समानं किञ्चन साम्यम् अस्ति इति ज्ञातुं पुस्तकत्वम् अस्ति. भेदस्थापनाय अवयवभेदं दृष्ट्वा वक्तुं शक्नुमः. कस्मिंश्चित् पुस्तके दशपुटानि सन्ति, अन्यस्मिन् शतपुटानि सन्ति. अवयवभेदः अस्ति तत्र, किल? तद् दृष्ट्वा अवयवभेदः अस्ति इति स्थापयितुं शक्नुमः. विशेषेषु यदि समानः विशेषत्वं स्वीक्रियते तर्हि विशेषेषु समानत्वम् आनीतं, तदा अवयवाभावात् सर्वे अपि विशेषाः समानाः भवन्ति. सर्वे विशेषाः समानः चेत् एकः परमाणु द्वितीयात् भिन्नः इति वक्तुं न शक्यते. विशेषेषु किमर्थं समानत्वं न स्वीकार्यम् इति प्रश्नः आसीत् खलु? So why is a vishesha not a category? Why is there no samanatvam in vishesha? That was the question. Oh, okay, okay. The moment you bring samanatvam into vishesham, visheshaha, it makes all the visheshaha samanaha. Just like pustakatvam makes all the pustakani samanani. Because each individual thing is different from another. Each paramanuhu is different from another. So there's no way that they can have anything in common. Eva martaha va? Satyam. Eka paramanu aparasmat bhinnaha tasmin. Yatohi niravayavi asti paramanu. Dartam paramanushu bheda jnapanaya visheshaha. विशेषाः समानाः इति अपि वक्तुं न शक्नुमः, यतोहि तत्र विशेषत्वम् इति स्वीकारेण सर्वे विशेषाः समानाः भवन्ति. सर्वे विशेषाः समानश्चेत् एकः परमाणु द्वितीयात् भिन्नः इति वक्तुं न शक्नुमः. सर्वे विशेषाः समानश्चेत् सर्वे परमाणवः अपि समानाः भवन्ति तथा. तत्तु अशक्यम् इति जानीमः. तदर्थं विशेषेषु विशेषत्वम् इति सामान्यधर्मः न स्वीकार्यः. अतः विशेषत्वम् इति जातिः नास्ति इति अर्थः. अवगतं वा? आम् अवगच्छामि. अग्रे पठतु. प्रश्नः अस्तु, विशेषभेदात् परमाणुभेदः साधितः, किन्तु द्वयोः विशेषयोः भेदः कथं साध्यते? इदानीं विशेषे पुनः अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः. सो प्रश्नः, विशेषभेदात् परमाणुभेदः साधितः अर्थः अचीव्ड्. I'm sorry, चेञ्ज्. It's अचीव्ड्. परमाणुभेदः इस् अचीव्ड् बिकास् आफ् विशेषभेदः. Oh, okay. Kintu dvayohu visheshayohu bhedaha katam sadhyate. So, between... How do you establish bhedaha between two visheshas? Okay. इदानीं विशेषे पुनः अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः. So you can't use another classification for it. Okay. So read on. Read the uttaram also. Uttaram. Tatra visheshasya pramukham lakshanam ityukte स्वतो व्यावर्तकत्वम् इत्युक्तौ स्वस्य भेदं स्वयं साध्यति. स्वयं आत्मानम् अन्यस्मात् पृथक् करोति इत्यर्थः. सो ऐ गेस् ईच् विशेषः हेज़् अ प्रापर्टि काल्ड् स्वतो व्यावर्तकत्वम् स्वतो व्यावर्तकत्वम् इत्युक्ते स्वस्य भेदं स्वयं साधयति. द क्वेश्चन् वास् इफ् विशेषास् आर् यूस् टु एस्टाब्लिश् डिफ़्रेन्स् बिट्वीन् परमाणुस् देन् हौ डु यू डिफ़्रेन्शियेट् बिट्वीन् विशेषा देम्सेल्स्? वुड् यू अगेन् स्प्लिट् द विशेष इन् टु समथिङ्ग् स्मालर् इन् टु फ्यू मोर् अवयवास् to establish the difference among visheshas, to show the difference among paramanus? That is the question. But you can't divide the visheshas. Right. You will not be, how long can you go on dividing something? So visheshah in itself has a property called svatto vyavartakatvam. Svatto vyavartakatvam nama svasya bhedam svayam sadhayati. Astu, vina shakali karanena सः विशेषः स्वस्य भेदं स्वयं साधयति. स्वत्तो व्यावर्तकत्वम् इति कश्चन गुणः वर्तते विशेषे. एकः विशेषः अपरस्मात् भिन्नः इति प्रदर्शयितुं स्वत्तो व्यावर्तकत्वम् इति गुणः अस्ति विशेषे इति अर्थः. It is capable of establishing its own difference from another vishesha. One vishesha is capable of establishing its own difference from another vishesha. Swayam swasya bhedam swayam sadhayati. And that property is called svatto vyavartakatvam. Avagatam? Svatyo vyav I think so. Is it that each visheshaha is inherently different? Mm-hmm. Is that what that's it's right. That's right. Okay, all right. Okay. Agre patatu. प्रमाणवोः द्वयोः भेदं विशेषः. परमाणवोः द्वयोः भेदं विशेषः साधयति. द्वयोः विशेषयोः भेदं कः साधयति इति प्रश्नः. पुनः उत्तरं, द्वयोः विशेषयोः भेदं स्वयं साधयति, न तु अन्येन साध्यते. विशेषत्वम् इति जातिः स्वीक्रियेत चेत् तर्हि स्वतो व्यावर्तकत्वम् इति नष्टम्. ओ, अतः धर्मः रूपेण विशेषत्वं वक्तुं शक्यं, किञ्च जातिः रूपेण न. तच्च विशेषत्वं प्रत्येकस्मिन् विशेषे भिन्नम् एव, अन्यरीत्या एव स्वतो व्यावर्तकत्वं स्थास्यति. सो द्वयोः विशेषयोः भेदः स्वयं सिद्ध्यति, न तु अन्येन सिद्ध्यते. द्वयोः विशेषयोः भेदं स्वयं साधयति, न तु अन्येन साध्यते. So the different the visheshas themselves establish the difference, and it's they're not, the difference isn't established by comparing them to each other. Visheshatvam iti jatihi, if it turns into a category, then this property of defining it, the defining itself is gone, is destroyed. The property of defining its difference from the other is gone. Okay. Atah dharma rupena visheshatvam vaktum shakyate kinchit jatihi rupena na. So then, if you're talking about dharma, you can talk about the essence of the visheshaha. But if you're talking, but not if you're looking at it in terms of categories. यथा आकाशे आकाशत्वं धर्मः आसीत् न तु जातिः, तथा एव विशेषे स्वत्वव्यावर्तकत्वं धर्मः अस्ति, तेन जातिः निर्मातुं न शक्नुमः. विशेषत्वम् अपि धर्मः, विशेषत्वम् इति जातिः भवितुं नार्हति. यदा जातिः भवति तदा साम्यम् आगच्छति, किन्तु एकस्मात् विशेषात् अपरः भिन्नः इति वयं जानीमः खलु. तदर्थं विशेषत्वं धर्मः एव, न तु जातिः. ओ एवं, सो परमाणोः धर्मः अस्ति किन्तु जातिः नास्ति, तथापि वक्तुं शक्नुमः. परमाणुः अस्ति, तस्मिन् विशेषः अस्ति, किन्तु विशेषत्वम् इति जातिः नास्ति, धर्मः एव. ओ अवगतवती. अस्तु. तच्च विशेषत्वं प्रत्येकस्मिन् विशेषे भिन्नम् एव, अन्यरीत्या एव स्वतोव्यावर्तकत्वं स्थास्यति इत्युक्ते इट् रिमेन्स् स्वतो व्यावर्तकत्वम्. ओके ओके ओके अग्रे पठतु भगिनि. प्रश्नः, विशेषे पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः. उत्तरं विशेषे अन्यं पदार्थं स्वीकुर्मः चेत् विशेषे अन्यं पदार्थं स्वीकुर्मः चेत् तस्य द्वारा विशेषाः भिद्यन्ते तर्हि तस्य भेदार्थं पुनः नूतन पदार्थाः अपेक्षितः तदा पुनः च तस्य भेदार्थं नूतनः पदार्थः. अस्य क्रीडस्य न कोऽपि अन्तः अतः अत्र अनवास्ता दोषः इत्युच्यते. तर्हि विशेषः अन्तिमः दोषः अस्ति एव भवेत्. सुधरी विशेषे अन्यं पदार्थं स्वीकुर्मः चेत् यस्य द्वारा विशेषाः भिद्यते तर्हि तस्य भेदार्थं पुनः नूतनपदार्थम् अपेक्षितः तदा पुनः च भेदार्थं नूतनः पदार्थः. सो इफ् यु कण्टिन्यूस्लि ट्रै टु break things down or create new categories, you'll just keep dividing those categories. So at some point, I guess it has to stop. And since a paramanuhu is indivisible, the thing that establishes its difference is also kept as indivisible. Is that it? कियत् पर्यन्तं विशेषस्य कियत् पर्यन्तं नूतनपदार्थस्य निर्माणं करोति भेदज्ञापनाय? विशेषः अस्ति, अस्तु, विशेषमपि पृथक् कृत्वा नूतनं पदार्थं स्वीकृत्य तेन माध्यमेन भेदं स्थापयामः. अपि च नूतनं पदार्थं स्वीकृत्य तदपि इतोपि तस्यापि शकलीकरणं कृत्वा इतोपि एकवारं नूतनपदार्थः भवति. कियत् कदा पर्यन्तं तत् कर्तुं शक्नुमः? किल गोन् ब्रेकिङ्ग् वन् आफ़्टर् दि अदर्, इट् हेस् टु एण्ड् समवेर्. यदा भवती अथवा भवान् तथा एव कर्तुं करोति तथा अनवस्थादोषः इति भवति. कुत्रचित् स्थगनीयम् अस्ति तर्हि विशेषः एव अन्तिमः परमाणुषु भेदज्ञापनाय, तदनन्तरं न किमपि भवति, नूतनपदार्थाः न निर्मीयन्ते इति अर्थः. सो अनवस्था इस् अनवस्था इत्युक्ते डिसार्गनैजेशन् इति वक्तुं शक्नुमः. Something that's so not steady. If you go on dividing visheshah again and again and again, how long will you be doing it? तर्हि विशेषस्य स्वयम् एका शक्तिः अस्ति भेदं साधयितुं, सः स्वतो व्यावर्तकत्वम् इति. तदेव स्वीकृत्य विशेषः एव अन्तिमः इति वदामः. तदनन्तरम् इतोपि एकवारं नूतनपदार्थानां निर्माणं न भवति. अवगच्छति. अग्रे पठतु. प्रश्नः अस्तु, परन्तु परमाणुषु एव स्वतो व्यावर्तकत्वम् अस्ति इति किमर्थं न वदेत्? यदि विशेषे स्वतो व्यावर्तकत्वम् अध्यारोपितं तर्हि किमर्थं न साक्षात् परमाणुषु स्वतो व्यावर्तकत्वम् अध्यारोपितं भवेत्? एवं चेत् विशेषस्य कोऽपि आवश्यकता न स्यात्। सो हियर् अत्र प्रश्नः अस्ति यत् परमाणुः किमर्थं न वदामः परमाणूनां परमाणुः परमाणोः स्वतो व्यावर्तकत्वं वयं अन्य पदार्थः स्वीकुर्मः वयं विशेषस्य सम्बन्धे वदामः तर्हि तर्हि एवं प्रश्नः अस्ति किमर्थं विशेषः सम्बन्धे वदामः किन्तु प्रश्नः अस्ति यत् किमर्थं विशेषः अन्तिमः इति वदामः, किमर्थं परमाणुः न? परमाणुः अपि निरवयवी अस्ति, भागं कर्तुं न शक्नुमः तस्मिन् अपि विशेषः इति, तर्हि परमाणुः एव अन्तिमः इति वक्तुं शक्नुमः खलु? पुनः विशेषः इति पदार्थं स्वीकृत्य विशेषे स्वतो व्यावर्तकत्वम् अस्ति इति उक्त्वा तदनन्तरं विशेषः एव अन्तिमः इति किमर्थं वदामः? कुतो न परमाणुः एव अन्तिमः भवतु, परमाणुषु एव स्वतोव्यावर्तकत्वं किमर्थं न भवतु इति प्रश्नः। अस्तु, सो अहम् आङ्ग्लभाषया वदामि। सो इट् सौण्ड्स् लैक् दे आर् सेयिङ्ग् सो वि टाक् अबौट् द परमाणुः, वि डिस्क्रैब् देम् इन् टर्म्स् आफ् विशेषः एण्ड् वि यूस् दट् टु फिगर् टु distinguish between them, and this I thought this question was asking, why don't we talk about the paramanuhus directly, why do we talk about the visheshas instead? Right, that's right. Okay. why not just kimartam paramanushu svatto vyavartakatvam iti aropitam ma na bhavatu, why not introduce svatto vyavartakatvam in paramanuhu and make themselves distinguish between one another is the question. Okay. But that is not the case. Why not is answered next. So, uttaram patatu. Right. Paramanushu svato vyavartakatvam naharam yatohi parthivadi dravyeshu स्वतो व्यावर्तकत्वम् इति गुणः कुत्रापि नास्ति। यथा घटद्वयम् अवयवभेदात् घटेषु भेदः नयते, अधुना घटः पटात् भिन्नः इति प्रतीतिः एव प्रमाणम्। अयं घटः इति ज्ञानम्, अयं पटः इति ज्ञानम्, तस्मात् ज्ञानद्वय द्वयात् वेदं तत्र साध्यति. परन्तु घटात् घटः भिन्नः कथम् इति चेत् अवयवभेदात् परस्परघटभेदः एकम् एवं च अनित्य एवं च अनित्य द्रव्येषु भेदस्य साधनार्थं ज्ञानस्य वा अवयवस्य वा आवश्यकता अस्ति. अतः पार्थवादी द्रवेषु स्वतो व्यावर्तकत्वं नास्ति. अस्तु, अहमेव वदामि. इदानीं समयः जायमानः अस्ति. परमाणुषु स्वतो व्यावर्तकत्वं नार्हम् यतोहि पार्थवादिद्रव्येषु तद् नास्ति. पार्थिवादिद्रव्येषु इत्युक्ते पृथ्वी, जलम्, आकाशः इति नव द्रव्याणि आसन् खलु, वयं पठितवन्तः. तेषु स्वतो व्यावर्तकत्वम् अस्ति वा? नास्ति. यथा घटद्वयं भवति चेत् अवयवभेदात् घटेषु भेदः ज्ञायते. अस्तु, एकः घटः भवति, अनन्तरं पटः भवति. उभयोः मध्ये, घटपटयोः मध्ये भिन्नता ज्ञापयितुम् अवयवानि दृष्ट्वा भिन्नतां स्थापयितुं शक्नुमः. तयोः मध्ये स्वत्वव्यावर्तकत्वं नास्ति. अयं घटः इति ज्ञानम्, अयं पटः इति ज्ञानं शक्यम्. तस्मात् ज्ञानद्वयात् भेदं तत्र साधयति. परन्तु घटात् घटः भिन्नः कथम् इति चेत् अवयवभेदात् परस्परघटभेदः. एवं च अनित्यद्रव्येषु भेदस्य साधनार्थं ज्ञानस्य वा अवयवस्य वा आवश्यकता अस्ति. अतः पार्थिवादिद्रव्येषु स्वतो व्यावर्तकत्वं नास्ति. अवगच्छति वा? अनित्यद्रव्येषु अन्तिम वाक्यं न अवगतवती. अनित्यद्रव्येषु अनित्य इत्युक्ते पृथ्वी अनित्यद्रव्यम्. ओके, टेम्पररी. सत्यं, नाट् इटर्नल् खलु. अनित्य इस् इटर्नल्. नित्य इस् इटर्नल्. नित्य इस् इटर्नल्. Anitya is something that is that cannot be there all the time. Oh, okay. The anitya dravishu bhedasya sadhanartham jnanasya va avayavasya va avashyakata asti. Atah So for something temporary, so the thing is, basically all anitya dravyani are made of paramanuhu at the end of it. Okay, if you put swatva vyavartakatvam into paramanuhu, then you'll have to put swatva vyavartakatvam into anitya dravyani. Tadna shakyam. तदर्थं परमाणुषु विशेषः इति स्वीकृत्य तेन परस्परभेदं ज्ञापयितुं शक्नुमः. परमाणुषु एव स्वतो व्यावर्तकत्वम् आरोपयितुं न शक्नुमः इति अर्थः. अस्तु, अवगतवती. अस्तु, अग्रे पठतु भगिनि. यत्र सामान्यं जातिः सम्भवति, तत्र स्वतोव्यावर्तकत्वं न भवति, विशेषः न भवति. अयं घटः अयं घटः इति एकाकार प्रतीत्या घटे घटत्वम् इति सामान्यं सिद्धम्. अतः अनेन स्वतोव्यावर्तकत्वम् इति बाधितम् एव. किन्तु विशेषे जातिः सामान्यं नाङ्गीक्रियते. अतः अत्र स्वतोव्यावर्तकत्वं तत्र स्वतोव्यावर्तकत्वं विशेषः अन्यस्मात् विशेषात् भिन्नः. यदि विशेषे सामान्यं स्वीकर्तुं तर्हि तस्मिन् परभेदः न सिद्ध्यते. इतोपि एकवारम् उक्तम् अस्ति यद्वयं परिशीलितवन्तः, सामान्यम् इति यदि जातिः सम्भवति तर्हि विशेषाः समानानि भवन्ति खलु. विशेषत्वम् इति एका जातिः निर्मीयते चेत् विशेषः सर्वे तस्मिन् अन्तर्भूताः भूत्वा किन्तु तथा नास्ति. विशेषाः समानाः नास्ति, एकः विशेषः अपरस्मात् भिन्नः. तदर्थं स्वतोव्यावर्तकत्वम् इति एकः गुणः अस्ति विशेषे. यत्र जातिः सम्भवति तत्र स्वतोव्यावर्तकत्वं नास्ति, यत्र स्वतोव्यावर्तकमस्ति तत्र जातिः न सम्भवति. अयं घटः अयं घटः इति एकाकारप्रतीत्या घटे घटत्वम् इति सामान्यं सिद्धम्. अतः अनेन स्वतोव्यावर्तकत्वम् इति बाधितम् एव. किन्तु विशेषे जातिसामान्यं न अङ्गीक्रियते, अतः तत्र स्वतोव्यावर्तकत्वम् एव. अवगच्छति वा? यत्र विशेष स्वतोव्यावर्तकत्वं तत्र सामान्यं नास्ति, यत्र सामान्यं तत्र स्वतोव्यावर्तकत्वं नास्ति. They're mutually exclusive. सत्यम्. अवगतवती. अग्रे पठतु भगिनि. प्रश्नः, घटद्वयम् अस्ति, भेदः क्षम्यतां भेदः कथं ज्ञायते? अवयवभेदात् इत्युक्तम्. परन्तु अवयवाः सर्वे समानाः इति भाति दर्शनेन कपालाः सर्वे समानाः, तर्हि कथं एभिः समान अवयवौ घटभेदः साधयितुं शक्यः? सो घटद्वयम् अस्ति, भेदः कथं ज्ञायते? अवयवः भेदात् इत्युक्तं. परन्तु अवयवाः सर्वे समानः इति भाति. सो इफ़् आल् आफ़् द पार्ट्स् आर् द सेम् दर्शनेन कपालाः सर्वे समानाः. सो बै लुकिङ्ग् आल् आफ़् द पार्ट्स् आर् द सेम् तर्हि कथम् एभिः समान अव्ययवोः घटभेदः साधयितुं शक्यः. So how can you if the parts of this, so how can you differentiate between the two pots if they're made up of the same parts? Uttaram yato hi ete avyayavaha kapalah tantavah ityadayah asmin gate pate va santi na tu tasmin. So the point made here is yato hi ete avyayavah, the kapalah and other things which was mentioned in the question are present in this gataha, not in that gataha. You just see the kapalaha. Kapalasya darshanena sarve samanaha iti eva bhati. Tarhi avayava, tarhi ghatadvayoho madhye bhedam katam sadhayitum shaknumaha. Katam chet ekaha kapalaha asmin gate vartate, natu aparasmin. इति दृष्ट्वा एषः घटः भिन्नः अपरः घटः भिन्नः इति वक्तुं शक्नुमः. ओ सो बेसिकलि इवन् दो दे लुक् द सेम् यु हेव् टु पार्ट्स् दट् लुक् द सेम् बट् वन् इस् इन् द फस्ट् पार्ट् एण्ड् वन् इस् इन् द सेकेण्ड् पार्ट् एण्ड् बिकास् दोस् टु पार्ट्स् आर् डिफ्रेण्ट् यु केन् से दट् द टु पार्ट्स् आर् डिफ्रेण्ट्. Right, though the parts look the same, avayavaha samanaha eva drishyante, kintu they constitute two different parts. This avayavaha goes on to making one pot, that avayavaha goes on to making another pot. Tad drishtva gata dvayoha gatayoha madhye bhedam sthapayitam shaknumaha. Astu, tai spashtam. अस्तु एवं चेत् किमर्थम् अवयवानाम् आवश्यकता घटभेदसाधनार्थम्? अयं घटः अत्र अस्ति, सः घटः च तत्र. स्थलभेदात् परस्परं परभेदज्ञानं खलु? सो बेसिकलि इट्स् टाकिङ्ग् अबौट् टेलिङ्ग् द डिफ्रेन्स् बिट्वीन् टु थिङ्ग्स् बेसिकलि इट्स् सेयिङ्ग् ओके द फस्ट् पार्ट् इस् इन् वन् प्लेस्, द सेकेण्ड् पार्ट् इस् इन् अनदर् प्लेस्. And I guess it's talking about telling the difference between two things by location. So the pots might look exactly the same, but one is in one place and one is in another. Ani uttaram kintu tatrapi prashnah udeti katam bhedah agatah tayoh. अयं घटः अत्र अस्ति, सः च घटः तत्र इति प्रतीत्या पृथक् यत् घटः प्रकटं यत् घटभेदः अस्ति इति तु सत्यं. घटभेदं ज्ञातुं शक्नुमः, परन्तु कथं भेदः आगतः तयोः इत्यपि वक्तव्यम्. तस्य भेदस्य प्रतिपादनार्थम् अवयवभेद कथनस्य आवश्यकता, नाम कथं भेदः आगतः तत्र प्रयोजकः धर्मः भवेत्। अस्य अवयवः भिन्नः, तस्य च भिन्नः, तत्र स्वतव्यावर्तकत्वं नास्ति। अस्तु, प्रारम्भतः पठामः, किन्तु तत्रापि प्रश्नः उदेति, कथं भेदः आगतः? इदानीं एकः घटः अत्र अस्ति, अपरः अन्यत्र अस्ति, स्थलभेदं दृष्ट्वा वक्तुं शक्नुमः खलु? पुनः स्थानभेद किम् उक्तवती? स्थलभेदं दृष्ट्वा एकः घटः भिन्नः, अत्रत्यः घटः भिन्नः, तत्रत्यः घटः भिन्नः इति स्थलभेदं दृष्ट्वा वक्तुं शक्नुमः, किन्तु तत्रापि प्रश्नः उदेति कथं भेदः आगतः इति। अयं घटः अत्र अस्ति, सः च घटः तत्र इति प्रतीत्या प्रकटं यत् घटभेदः अस्ति तत् सत्यम् अङ्गीक्रियते, किन्तु घटभेदं ज्ञातुं शक्नुमः, परन्तु कथं भेदः आगतः तयोः इत्यपि वक्तव्यम्। You can definitely say, using their location as your point of reference, you can say this is different from that. Okay. But still, you'll have the question, what is the fundamental difference between the two ghatas? How did the difference come? Oh, avagacchati. Because the rest of the properties are the same, it's just the location that is different. Right. Tarhi tasya pratipadanartham अवयवभेदस्य कथनस्य आवश्यकता अस्ति। अवगच्छति वा इदानीम्? It's not just the location. Fundamentally, what's the difference? To notify those differences, you have to take into consideration avayavabhedaḥ. Oh, I see. नाम कथं भेदः आगतः, तत्र प्रयोजकः धर्मः भवेत्, अस्य अवयवः भिन्नः, तस्य च भिन्नः। अस्तु, एकस्य घटस्य अवयवः अपरस्मात् भिन्नः अस्ति, अपरस्य घटस्य अवयवात् भिन्नः अस्ति। Okay, I guess this is where I'm a little confused. Because let's pretend like we have two pots that are made up of, like the example earlier, we can't tell the difference between the parts, but still those, let's say there are two kapalah make up a ghataha, right? Mm-hmm. Okay, so let's say there are four kapalah, mm-hmm, and they're all exactly alike. Let's take that back. Wait. That's the question we discussed previously. The kapalahas, yeah, are exactly alike. Yet, how can you say this ghataha is different from that ghataha? So the answer to it was, these four kapalas make this ghataha. Two kapalas are used to make one ghataha, and say you have two ghatas, and all the four kapalas are the same. So, yeah, how do you see the difference was the previous question. And the answer to it was, kapala first and kapala two second go on to make one ghataha. Kapala third and kapala fourth go on to make another ghataha. That is where the difference lies. Although kapalas look alike. That is how you differentiate between one ghataha and another ghataha. But then over here, it seems to be saying that, hold on, where is it? So, Atrasti, so the thing is, it sort of seems like the same question, because here it's saying, like with the pots, right? You have two pots that look exactly alike. Let's say all of their other characteristics are the same. Their only difference is their locations. it seems similar to the example before, because even though we've said, okay, these two parts make up the first, let's say the four kapalas are the same. So kapala 1 and kapala 2 make up the first gata, huh? Kapala 3 and kapala 4 make up the second gata, huh? Even though they're the same, okay, they're making up two different things. But the only way you know really know the difference between the two pots is by the location. So it feels like I've come in a circle. See, it is also accepted. It's accepted that with the help of location, you can definitely differentiate. Ayam gataha atrasti, sahacha gataha tatrasti, iti pratitya, prakatam yat ghata bedaha asti, iti tu satyam. So it's accepted. The location is pointing out to the difference. But okay, though the location is pointing out to the difference, you would be again interested to know the fundamental difference between the two ghatas. And that fundamental difference would lie in avayava bedaha. Two different kapalaha constitute this ghata. Two other different kapalaha constitute that ghata. That is called avayavaha beda. But the only way we know the difference is really by their location, right? Bhagini? Although we know the difference because of location, there is a fundamental difference that is established because of the difference in the parts that constitute a ghata. Yeah, but see, this is where it's sort of... Okay, so let me get your question right. You were asking about the kapalas itself. Yeah, so the thing is, we're saying the kapalas. The four kapalas, they're the same in every way. They're four different instances of kapalas, right? And so they're the same in every way, the color, the shape, the texture, anything you can think of. But, you know, the only difference I can really think of, if you have four of them next to each other, is the location. So the very fact that we're calling it Kapala 1 and Kapala 2 means we've defined it by location. We can't define it by anything else if all of the other characteristics are the same. So that's where I'm getting confused. It is not just the location, Kapala 1 and Kapala 2. It is like Kapala 1 plus Kapala 2 makes Gataha 1. Kapala 3 plus Kapala 4 makes Gataha 2. Okay. What they add up to become, the end result is different. Yeah, but the thing is, when you're coming back to this question of... And as we discussed in the beginning itself, Ekaha Sarve Padarthaha Binnaha. Yeah, but you're talking about how do you tell the difference between the two. And I can kind of get that, you know, okay, I get that. I mean, even when you're talking about the gata 1 and gata 2, I get it. They both have gatatvam, but they're both different gatahas. Similarly, these kapalahas, they all have kapalatvam, and let's say they all, you know, share the other characteristics too. Actually, I take that back. Let's say that everything looks... Bhagini, I don't think I understand your question properly. I think the best thing would be to question this in the group or write a sort of... Okay. I'm sorry. You've been so helpful. I am not understanding. No problem. No, I really appreciate all of your help, and this was so helpful to go through everything with you.